पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 7 अगस्त्य उवाच अथोग्रं सतपो दैत्यो दशवर्षसहस्रकं चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः कुम्भकर्णोऽपि कृतवांस्तपः परमदुश्चरं विभीषणस्तु धर्मात्मा चचार परमं तपः तदा प्रसन्नो भगवान् देवदेवः प्रजापतिः देवदानवयक्षादिमुकुडैः परिसेवितः ददौ राज्यं च सुमहद्भुवनत्रयभास्वरं वपुश्च कृतवान् रम्यं देवदानवसेवितम् तदा सन्तापितो भ्राता धनदो धर्मबुद्धिमान् विमानं तु ततो नीदं लङ्का च नगरी हठात् भुवनं तापितं सर्वं देवाश्चैव दिवो गदाः हतवान् ब्राह्मणकुलं मुनीनां मूलकृन्तनः तदादिदुःखिता देवासेन्द्रा ब्रह्माणमाययुः स्तुतिं चक्रुर्महात्मानो दण्डवत्प्रणतिं गदाः ते तुष्टुवुत्सुराः सर्वे वाग्भिरर्ध्याभिरादृताः ततः प्रसन्नो भगवान् किं करोमीति चाब्रवीद तदो निवेदयां चक्रो ब्रह्मणे विबुधाः पुरः दशग्रीवाच्च संकष्ठं तथा निजपराभवम् क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह तस्य शैलस्य पार्श्वे तु वैचित्र्येण समाकुलाः स्थिताः सन्तुष्टुर्देवाशम्भुं शक्रपुरोगमाः नमो भवाय शर्वाय नीलग्रीवाय ते नमः नमस्तूलाय सूक्ष्माय बहुरूपाय ते नमः इति सर्वमुखेनोक्तां वाणीमाकर्ण्यशङ्करः प्रोवाच नन्दिनं देव नानयेदि ममान्तिकं यदस्मिन्नन्तरे देवा आहूता नन्दिना च ते प्रविश्यान्तःपुरे देवा ददृश्युर्विस्मिते क्षणाः ब्रह्मागत्य ददर्शाध शङ्करं लोकशङ्करं गणकोटिसहस्रैस्तु सेवितं मोदशालिभिः नग्नैर्विरूपैः कुटिलैर्धूसरैर्विकटैस्तथा प्रणिपत्याग्रतस्थित्वा सह देवैः पितामहः उवाच देवदेवेशं पश्यावस्थां दिवौकसां कृपां कुरु महादेव शरणागतवत्सल दुष्टदैत्यवधार्थं त्वं समुद्योगं विधेहि भोः सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितं त्रिदशैः सहितैः सर्वैराजगाम हरेः पदम् तुष्टुर्मुनयः सर्वे ससुरोरगकिन्नराः जय माधवदेवेश जय भक्तजनार्तिहन् विलोकय महादेव लोकयस्व स्वसेवकान् इत्युच्चैर्जगदुः सर्वे देवाः सर्वपुरोगमाः इत्युक्तमाकर्ण्य सुराधिनाथो दृष्ट्वा सुरार्तिं परिचिन्त्य विष्णुः जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशमं नयन्निव भो ब्रह्म सर्वेन्द्र पुरोगमामरा शृणं त्वजं भवदां हिदेतरं जाने दशग्रीवकृतं भयं वस्तन्नाशयाम्यद्य कृतावतारः पुरी त्वयोध्या रविवंशजादैर्नृपैर्महादानमखादिसत्क्रियैः प्रपालिता भूदलमण्डनीया विराजदे राजदभूमिभागैः तस्यां दशरथो राजा निरपत्यश्रियान्वितः पालयत्यधुना राज्यं दिक्चक्रजयवान्विभुः सदु वन्द्या दृश्यशृङ्गात् प्रार्थितात् पुत्रकाम्यया पुत्रेष्ट्यां विधिना यज्वा महाबलसमन्वितः ततोऽहं प्रार्थितपूर्वं तपसा तेन भोत्सुराः पत्नीषु पितृषु प्रीत्या चतुर्धापि भवत्कृते रामलक्ष्मणशत्रुघ्नभरदाख्या समन्वितः कर्तास्मि रावणोद्धारं समूलबलवाहनं भवन्तोऽपि स्वकैरंशैरवतीर्य चरन्त्विह ऋक्षवानररूपेण सर्वत्र पृथिवीतले इत्युक्त्वा विररामाशु नभसीरिदवाङ्मुने देवा श्रुत्वा महद्वाक्यं सर्वे संहृष्टमानसाः ते चक्रुर्गदिदं यादृग्देवदेवेन धीमदा स्वै स्वैरंशैर्महीपूर्णा ऋक्षवानररूपिभिः योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः सत्त्वमेव महाराज भगवान् कृतविग्रहः भरतोऽयं लक्ष्मणश्च शत्रुघ्नश्च महामदे तावकांसाद्दशग्रीवो जनितश्च सुरार्दनः पूर्ववैरानुबन्धेन जानकीं हृतवान् पुनः सत्त्वया निगदो दैत्यो ब्रह्म राक्षसजादिमान् पुलस्त्यपुत्रो दैत्येन्द्र सर्वलोकैककण्टकः पादिधपृथिवी सर्वा सुखमापमहेश्वर ब्राह्मणानां सुखं त्वद्य मुनीनां तापस्सं बलं शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः त्वयि राज्ञि जगत्सर्वं सदेवासुरमानुषं सुखं प्रपेदे विश्वात्मन् जगद्योने नरोत्तम एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वया नख उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः इत्थं निशम्य दिदिजेन्द्रकुलानुकारि वार्तां महापुरुष ईश्वर ईशिता च संवृद्ध बाष्पगलदश्रुमुखारविन्दो भूमौ पपाद सदसि प्रधिधप्रभावः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रावणोत्पत्तिविपत्तिकथनं नाम सप्तमोऽध्यायः ॐ